विद्यानामनस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरे यशस्सुखकरे विद्या गुरूणां गुरुः विद्याबन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या धन्यवादः भगिनि. ललिता भगिनि अस्तु. नमस्कारः महोदय. धन्यवादः भगिनि. धन्यवादः. अस्तु सर्वेभ्यो नमः. श्रूयते न? श्रूयते श्रूयते भगिनि. इदानीं श्रूयते भगिनि. अस्तु सर्वेभ्यो नमः. स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विशेषणविशेष्यभावः इति. अस्मिन् विषये वयं गतवर्गे एकां कथां पठितवन्तः. अपि इदानीं तत्र अग्रे अभ्यासान् अपि करिष्यामः. किन्तु तत्र विशेषणविशेषभावः कः इति तत्र किञ्चित् पुनः पुनस्मरणं वयं सर्वे जानीमः. किन्तु पुनरेकवारं तत्र किञ्चित् पुनस्मरणं कृत्वा अग्रे सरामः. तत्र शुभदा भगिनी वदति वा तत्र विशेषणविशेषभावः इत्युक्ते कः इति? विशेषणविशेषभाव इत्युक्ते यत् लिङ्गं वचनम् अपि च विभक्ति विशेषणविशेषण विशेषणस्य अस्ति तत् लिङ्गं वचनम् अपि च विभक्ति विशेष्यस्य अस्ति. विशेषणम् इति विशेष्यस्य विशेष्यस्य सम्बन्धेन कोऽपि अधिकः तस्मिन् विषये किमपि सूचयति विशेषं विशेष्यं प्रति किमपि अधिकं विशेषभावः वा अथवा किमपि विशेषं सूचयति. समीचीनं भगिनि. किन्तु तत्र प्राधान्यं किं विशेष्यं वा विशेषणं वा प्राधान्यम् इत्युक्ते प्रथमं किं तत्र वाक्ये प्रथमं न किन्तु तत्र विशेष्यं प्रथमं प्रथमतया विशेष्यं भवति तदनन्तरं विशेष्यम् इति यदस्ति तत्र पदं किमपि अस्ति तस्य विषये किमपि अधिकं वक्तुम् इच्छामः तस्मिन् समये तत्र विशेषणं स्थापयामः खलु. अतः तत्र विशेषणस्य विभक्ति विशेष्यस्य भवति वा अथवा विशेष्यस्य विभक्ति विशेषणस्य भवति खलु. यत् भवत्या उक्तं तत् समीचीनमेव. किन्तु तत्र विशेषण तत्र विभक्ति सामान्यमस्ति किन्तु तत्र प्रथमं यत् भवति तदस्ति विशेषम् इति कृत्वा तत्र विशेष्यस्य विभक्ति यद् या अस्ति सा एव विभक्तिः विशेषणस्य अपि. अस्तु समीचीनं. अस्तु धन्यवादः भगिनि. अस्तु अतः तत्र सामान्यं कुत्र कुत्र भवति विशेषणविशेषभावः अस्ति चेत् तत्र सूर्यकुमारी भगिनी सामान्यं कुत्र कुत्र भवति विशेषणं विशेष्यं यत्र भवति इत्युक्ते तत्र विभक्ति समानविभक्तिः अपि समानविभक्तिः अपि समान लिङ्ग समानलिङ्गम् अपि विभक्तिः विभक्तिः समानविभक्तिः समानलिङ्गम् अपि अन्यत् एकमस्ति वचनं समानवचनं समानवचनं भवेत् इति. समीचीनं भगिनि. अस्तु अतः तत् मनसि निधाय सर्वं यद् करणीयम् अस्ति. अस्तु समीचीनम्. अस्तु इदानीं तत्र नरेश महोदय तत्र अवधेयम् इति अस्ति तत्र पेज् 39 मध्ये तत् एकवारं पठति वा महोदय. विशेषणस्य विशेष्यस्य च सम्बद्धः एव विशेषणविशेष्यभावः अस्मिन् पाठे स्थूलाक्षरैः मुद्रितानां शब्दानां विशेषणविशेष्यभावः अस्ति यथा बहूनां दुर्गाणां सर्वासु दिक्षु स्वकीयं बलम् अत्र विशेषणविशेष्यभावः अस्ति विशेषणविशेष्यभावः इत्युक्ते कः महोदय इत्युक्ते तत्र प्रथमवाक्यं यत् भवान् पठितवान् सम्बन्धः अस्ति यः सम्बन्धः तत्सम्बन्धविशेषणविशेष्यभावे अपि अस्ति भावः इति वदामः तत्र यः सः इति उपयुज्य वाक्यं करोतु यः सम्बन्धः यः सम्बन्धः विशेषणस्य विशेष्य अस्ति सहसम्बन्धः विशेषणविशेष्यभावः अस्ति समीचीनं महोदय तत्र यः अस्ति चेत् सः एव वक्तव्यं तत् इति न भवति खलु अतः तत्र यः यः सम्बन्धः यः इति किमर्थं तत्र सम्बन्धः इति पुल्लिङ्गे अस्ति अतः यः इति यः सम्बन्धः विशेषणविशेष्ययोः मध्ये अस्ति सः सम्बन्धः विशेषणविशेष्यभावः इति नामकरणम् इति समीचीनं महोदय अतः तत्र अस्मिन् पाठे तत्र स्थूलक्षरैः दत्तानां मुद्रितानां शब्दानाम् एतादृशभावः अस्ति अतः उपशीर्षकः अस्ति विशेषणविशेष्यभावः अस्य अध्यायस्य अस्तु अस्तु तर्हि तत्र बहूनां दुर्गाणाम् इति सर्वं तत्र दृष्टवन्तः अस्तु अपि तत्र अन्तिम तत्र किञ्चित् तत्र कुर्मः तत्र छिन्नः वृक्षः तत्र अन्तिमभागे अस्तु एतदपि किञ्चित् कुर्मः तत्र विशेषणविशेषभावः तदनन्तरं एतदपि कर्तुं शक्नुमः तत्र उमा मीनाक्षी भगिनी तत्र बहूनां दुर्गाणाम् इति अस्ति तत्र विशेषणविशेषभावः इति दत्तमस्ति तत्र प्रथमाविभक्ति एकवचने किं भवति बहूनां दुर्गाणां इदानीं प्रथमाविभक्ति एकवचनं अथवा प्रथमाविभक्ति प्रथमाविभक्ति बहुवचनं न श्रूयते भगिनि अस्तु सूर्यकुमारी भगिनि पुनरेकवारं पुनः प्रतिध्वनि आगच्छति उमा मीनाक्षी भगिनी न श्रूयते इदानीं श्रूयते भगिनी वदतु अनन्तरं वदामि अस्तु अस्तु अस्तु भगिनि चिन्ता मास्तु अस्तु सूर्यकुमारी भगिनी वदतु भगिनि बहूनां दुर्गाणाम् इति विभक्ति का तत्र बहूनां दुर्गाणां षष्ठीबहुवचनं समीचीनम् इदानीं प्रथमाविभक्ति बहुवचनं किम् अस्ति तत्र पुल्लिङ्गे अस्ति दुर्गः इति बहु अस्ति चेत् गुरुशब्दस्य बहुवचनं किम् अस्ति बहवः गुरवः बहवः दुर्गाः बहवः दुर्गाः समीचीनम् अस्तु. हा इदानीं तत्र एकवचनं हा तत्र बहु अस्ति चेत् तत्र साधारणतया एकवचनं न कुर्मः भगिनि अतः बहुवचनं बहु इति बहु अस्ति खलु अतः बहुवचने एव भवति तत् सर्वेषु बहुवचने एव हा अतः सर्वदा बहुवचनमेव सर्वदा बहुवचनं हा सत्यं भगिनि हा अतः अतः बहुवचने प्रथमविभक्ति बहवः दुर्गाः. इदानीं तत्र द्वितीयविभक्तिरूपं किं भवति बहुवचने तत्र गुरुशब्दवत् इति चिन्तयतु गुरुशब्दस्य द्विवचनं बहुवचनं द्वितीयविभक्तिरूपं किम् अस्ति हा बहून् इदानीं दुर्गा दुर्गाः दुर्गान् दुर्गान् समीचीनं भगिनि हा अस्तु हा तर्हि तत्र ललिता भगिनी इदानीं तत्र स्वकीयं फलं प्रातिपदिकं किं सस्यपदस्य भगिनि बहूनां बहु इति एव प्रातिपदिकं उकारान्तपदमेव किन्तु सर्वदा तत् बहु बहुवचने एव भवति तावदेव बहु हा गुरुशब्दवत् पुल्लिङ्गे अस्ति गुरुशब्दवत् अस्ति हा किन्तु एकवचनं द्विवचनरूपं न भवति अतः केवलं बहुवचनम् एव भवति तस्य अस्तु रघुपतिमहोदय नमस्कारः ललिता भगिनी वदतु स्वकीयं बलं नपुंसकलिङ्ग अस्ति प्रथम एकवचन एकवचन इदानीं तत्र बहुवचने बहुवचने स्वकीयानि फलानि हा इति तावदेव फलानि हा तत्र तत्र कर्मपदं वा तत्र अथवा कर्तृपदं वा वाक्ये कर्मपदम् हा किमर्थं स्वकीयं बलं कर्तृपदं किम् अस्ति बलम् इति न न किन्तु कर्तृपदं किम् अस्ति वाक्ये स्वस्य बलं स्वकीयं बलं गीताञ्जलि भगिनी नमस्कारः नमस्ते महोदय श्रूयते वा हा श्रूयते भगिनि क्षम्यतां भगिनि हा चिन्ता मास्तु भगिनि हा नमस्कारः हा अस्तु ललिता भगिनि तत्र हा वर्धयति इति क्रियापदम् अस्ति स्वकीयं न न कर्तृपदं किम् अस्ति वाक्य बलं हा स्वकीयं किन्तु कस्य स्वकीयं हा स्वकीयम् इत्युक्ते कस्य बलं स्वकीयं बलं हा अस्तु स्वस्य इत्युक्ते किन्तु कस्य पुरुषस्य बलवान् पुरुषस्य न न किन्तु हा अस्तु भवती कुत्र पश्यन्ती अस्ति कथायां वा अथवा कथां पश्यन्ती अस्ति वा अथवा कथां पश्यन्ती अस्ति चेत् प्रथमवाक्यं प्रथमवाक्यं पश्यतु कथां कथायां बहूनां शिवाजीमहाराजस्य हा शिवराजस्य शिवराजः इति स्वकीयं बलं हा शिवराजः इति कर्तृपदम् इति कर्तृपदम् अस्तु अस्तु तर्हि अस्तु किञ्चित् इदानीं सर्व तत्र विशेषणविशेषभावः इति मनसि आगतम् इति मन्ये अस्तु आगतः इति मन्ये अस्तु तर्हि इदानीम् अग्रे गच्छामः तत्र गतवर्गे कथां पूर्णतया पठितवन्तः तत्र एकः अंशः तत्र आसीत् तस्मिन् विषये किञ्चित् क्लेशः आसीत् मम मनसि अतः तत् किञ्चित् वक्तुम् इच्छामि तत्र अन्तिमवाक्यः यदस्ति तत्र अन्तिमभागे तत्र हतोऽहं वञ्चितोऽहम् इति उच्चैः क्रन्दन् मूर्तिभञ्जकः कानः खिन्नः वृक्षः इव भूमौ पतितः इति अस्ति. तत् वाक्यम् उद्दिश्य किञ्चित् तत्र वक्तव्यमस्ति. किन्तु प्रथमतया तत्र पुनस्मरणं कुर्मः. तत्र शुभदा भगिनी किञ्चित् वदति वा तस्मिन् विषये, तत्र विशेषणं विशेषं किं किम् अस्ति इति, तत्र हतोऽहं वञ्चितोऽहम् इति. अन्ते भवति भगिनि. शुभदा भगिनी अस्ति वा? न श्रूयते. अस्तु, तर्हि तत्र अहं वदामि महोदय. हा अस्तु भगिनि, कथञ्चित् भगिनी वदतु. हा प्रयत्नं करोमि महोदय. हतोऽहं वञ्चितोऽहं विशेषणविशेष्य भाव तत्र अहम् अस्ति हतः अहं वञ्चितः अहम् इति. हा समीचीनं भगिनि. अतः तत्र विशेष्यमस्ति अहं, विशेष्यमस्ति अहं, हतः इत्युक्ते विशेषण विशेषण वञ्चितः अपि च विशेष्य अहम्. समीचीनं भगिनि. द्वे इत्युक्ते द्वे विशेषणविशेषभाव तत्र दत्तं. तदनन्तरं क्रन्दन् मूर्तिभञ्जकः कानः छिन्नः वृक्षः पतितः, ते सर्वे इव भूमौ पतितः. हा हा इव भूमौ पतितः. किन्तु अत्र इदानीं तत्र तत्र छिन्नः वृक्षः इव इदानीं तत्र तत् त्यजामः इदानीं मास्तु. केवलं तत्र क्रन्दन् मूर्तिभञ्जकः कानः भूमौ पतितः इति स्वीकुर्मः. अस्तु, क्रन्दन् क्रन्दन् मूर्तिभञ्जकः कानः, हा मूर्तिभञ्जकः मूर्तिभञ्जकः खानः पतितः. खानः पतितः तत्र तु विशेषणविशेष्य भावः. मूर्तिभञ्जकः अपि विशेषण अस्ति खान पदस्य. तत्र खान खानः इति पदमेव विशेष्यं सर्वत्र. विशेषणम् क्रन्दन् तु क्रन्दन् तदपि पठन् शत्रन्तरूपं. हा किन्तु तत्तु विशेषण नास्ति महोदय. तत् विशेषणमस्ति भगिनि, यतोहि तत्र क्रियापदम् इव अस्ति. किन्तु तत्र नामपदं कुर्मः खलु तत्र. पठति तत् उपयोग तस्मिन् स्थाने पठन् अथवा पठन्ति, अतः क्रियापदं नास्ति. तत्र लिङ्गभेदः अस्ति, अतः अपि वचनभेदः अस्ति. पुरुषभेदः नास्ति, किन्तु लिङ्गभेदः अस्ति, वचनभेदः अस्ति. अतः तत्र खानः पदस्य विशेषण क्रन्दन् अस्ति, अपि च मूर्तिभञ्जक अस्ति, अपि च पतितः अस्ति. त्रीणि पदानि खानस्य विशेषणपदानि सन्ति. अपि च छिन्नः वृक्षः. हा इदानीम् एकनिमिष, किञ्चित् भूमौ पतितः. भूमौ पतितः, कानः भूमौ पतितः, कीदृशः कानः भूमौ पतितः, क्रन्दन् मूर्तिभञ्जकः कानः भूमौ पतितः. इदानीं तत्र तं पश्यामि इति यदि भवती वक्तुम् इच्छति तत्र किं वदति, तत्र किं करणीयं? तत्र इदानीं खानः अस्ति, खानं पश्यामि इति भवति खलु. खानः अस्ति, खानः अस्ति. इदानीं सर्वत्र प्रथमविभक्तिरूपं खलु भगिनि इदानीं. किन्तु यदि भवती वदति अहं खानं पश्यामि, खानः अस्ति, किन्तु कानं पश्यामि. अस्तु, कर्मपदमस्ति चेत् कर्मपदं भवति. अतः तत्र कर्मपदम् इति स्थापयामः वाक्ये, नूतनवाक्यं कुर्मः, अहं खानं पश्यामि. इदानीं तत्र अतः कीदृशखानं पश्यामि? तत्र पतितः स्थाने किं भवति? पतितं खानं भूमौ पतितं खानं पश्यामि. अपि मूर्तिभञ्जकं खानं भूमौ, भूमौ पतितं मूर्तिभञ्जकं खानं पश्यामि. इदानीं क्रन्दन् इति अस्ति तत्र, पठन् पठन्तौ पठन्तः पठन्तम् इति भवान् शब्द इव. पठन्तम्, उत्तमं महोदय, पठन्तम्. इदानीं किन्तु अत्र क्रन्दन्, क्रन्दन् इति अस्ति अत्र. ओ सोरि, क्रन्दन्तम्. पठन् पठन्तं क्रन्दन्तं. क्रन्दन्तं मूर्तिभञ्जकं खानं पतितं पश्यामि. इति समीचीनं, समीचीनम्. अस्तु, स इदानीं तत्र तृतीया कुर्मः. तत्र धन्यवादः भगिनी. लक्ष्मी भगिनी नमस्कारः. शुभदा भगिनी इदानीं वक्तुं शक्नोति वा? शुभदा भगिनी न श्रूयते भगिनि. अस्तु, इदानीं नरेश महोदय, तत्र क्रन्दन्, क्रन्दन् मूर्तिभञ्जकः खानः भूमौ पतितः इति, तत्र तृतीयरूपं, तृतीयविभक्तिरूपं किं भवति महोदय? तृतीय तत्र खानः पतितः प्रथमतया तत् करोतु. खान, खानेन पतितेन. पतितेन. इदानीं तत्र मूर्तिभञ्जकः, मूर्तिभञ्जकेन. इदानीं क्रन्दन् इति तत्र तत्तु पठत् क्रन्दत. समीचीनं महोदय, क्रन्दत मूर्तिभञ्जकेन खानेन पतितेन. इति भवति. समीचीनं भगिनि. अस्तु, इदानीं श्रूयते वा महोदय? इदानीं श्रूयते भगिनि, इदानीं श्रूयते भगिनि. सङ्गणके कोऽपि क्लेशः अस्ति महोदय, न्यू न्यू कम्प्यूटर्. सो ओ अस्तु अस्तु अस्तु अस्तु अस्तु भगिनि. अस्तु अस्तु अस्तु, समीचीनं भगिनि, इदानीं श्रूयते, सम्यक्तया श्रूयते. अस्तु अस्तु, अतः भगिनि भवती तत्र इदानीं चतुर्थी विभक्ति करोतु भगिनि. तत्र क्रन्दन् मूर्तिभञ्जकः खानः भूमौ पतितः. इदानीं तस्मै, तत्र तस्मै किमपि शिवराजः किमपि ददाति इति चिन्तयामः. अतः तत्र रूपं किं भवति? ओके, तस्मिन् वाक्ये चतुर्थी विभक्ति केवलं तत्र, तत्र चिह्नः वृक्षः इव इदानीं मास्तु, केवलं तत्र क्रन्दन् मूर्तिभञ्जकः खानः भूमौ पतितः. खानः बिकम्स् खानः, खानाय. समीचीनं. मूर्तिभञ्जकाय खानाय पतिता, भूमौ पतिताय मूर्तिभञ्जकाय खानाय. क्रन्दन् इति, क्रन्दन् इति शब्दस्य क्रन्दते भवति. समीचीनं भगिनि, क्रन्दते. क्रन्दते मूर्तिभञ्जकाय खानाय पतिताय, भूमौ पतिताय इति. इदानीं समीचीनम्. अस्तु, अतः तत्र तत्र विशेषणविशेष्यभावः कीदृशः इति सर्वे अवगच्छामः, किन्तु इदानीं गतवर्गे तत्र किञ्चित् क्लेशः आसीत्. तत्र चिह्नः वृक्षः इव इति अस्ति तत्र मध्ये, तत्र इव इति अस्ति, चिह्नः वृक्षः इव भूमौ पतितः इति अस्ति. इदानीं तदपि स्थापयामश्चेत् वाक्ये, क्रन्दन् मूर्तिभञ्जकः खानः चिह्नः वृक्षः इव भूमौ पतितः इति अस्ति. इदानीं तत्र अहं क्रन्दन्तं मूर्तिभञ्जकं खानं भूमौ पतितं खानं पश्यामि इति वाक्यं कृतवन्तः खलु पूर्वम्. इदानीं तत्र तत्र चिह्नः वृक्षः इव इति नासीत्. इदानीं तत् स्थापितुम् इच्छामश्चेत् किं भवति? तत्र तस्य अपि द्वितीयाविभक्तिरूपं भवति वा अथवा न भवति इति प्रश्नः किञ्चित् भवति महोदय हा भवति एव हा भवति एव हा तदेव गतवर्गे तत् दोषेन वयम् उक्तवन्तः इति मन्ये किन्तु अतः तत्र दोषः मास्तु इति कृत्वा तत्र यदि तत्र द्वितीयाविभक्तिरूपं भवति कर्तुम् इच्छामः तत्र क्रन्दन्तं मूर्तिभञ्जकं खानं छिन्नं वृक्षम् इव भूमौ पतितं तं खानम् अहं पश्यामि अथवा तादृशरूपः भवति अतः तत्र इव इति अस्ति किन्तु तस्य पूर्वं तत्र यदस्ति छिन्नः वृक्षः तस्य अपि यद्यपि तद् विशेषणं नास्ति किन्तु तत्रापि सामान्यं भवेत् तत्र विभक्तिसामान्यम् अपि वचनसामान्यं सर्वं यत् यद् वयं तत्र विशेषणभावे कुर्मः तत् तत्रापि करणीयम् इति तावदेव अस्तु अस्तु तर्हि इदानीम् अग्रे गच्छामः लक्ष्मी भगिनी नमस्कारः नमस्कारः महोदय अद्य विलम्बः हा चिन्ता मास्तु भगिनि अस्तु अस्तु रघुपति महोदय तत्र श्लोकः अस्ति कथायाः अन्ते तद् एकवारं पठामः महोदय अस्तु महोदय नैकदुर्गविजेतारं धर्मकण्टकनाशकं वन्देऽहं शिवराजं तं कानोधरविदारकम् अस्तु अहं वन्दे कं वन्दे शिवराजं वन्दे कीदृशं शिवराजं विजेतारं नैकदुर्गविजेतारं पुनः कीदृशं धर्मकण्टकनाशकं धर्मकण्टकनाशनं शिवराजम् अपि च पुनः कानस्य उदर कानोदरविदारकं शिवराजं वन्दे इति हा तत्र सर्वं तत्र विशेषणमस्ति शिवराजस्य विशेषणमस्ति शिवराजं अहं वन्दे अहं शिवराजं वन्दे कीदृशशिवराजम् अहं वन्दे तत्र नैकदुर्गविजेतारं नैक इत्युक्ते दुर्गविजेतारम् अपि धर्म कण्टकनाशनं कण्टकनाशकं अतः अपि कानोधर विदारकम् इदानीं तत्र वन्देहम् इति अस्ति इति कृत्वा तत् सर्वं कर्मपदं भवति इति कृत्वा तत्र द्वितीयविभक्तिरूपं स्थापितम् अस्ति किन्तु प्रथमाविभक्तिरूपं किं भवति सः शिव तम् इति स्थाने सः शिवराजः सः शिवराजः सः शिवराजः नैकदुर्गविजेतारः धर्मकण्टकनाशकः नाशकः अस्ति कानोदरविदारकः तत्र नैकदुर्गविजेतारम् इति अस्ति तत्र विजेतारः वा विजेतृ इति प्रायः अस्ति नैकदुर्गविजेता धर्मकण्टकनाशकः शिवराजः सः कानोदर विदारकः विदारकः इति धन्यवादः महोदय इदानीं तत्र तदेव तत्र तत्रैव विशेषणभावः विशेषभावः अस्ति इति कृत्वा तत्र तस्मिन् तदेव स्वीकृत्य किञ्चित् अभ्यासं कुर्मः अतः लक्ष्मीभगिनी तत्र प्रथमाविभक्ति बहुवचनरूपं किं भवति भगिनि तत्र सः शिवराजः अस्ति शिवराजः मास्तु इदानीं तत्र शिवराजः इति जानीमः तत्र सः इति उपयुज्य एकवचने कृतवन्तः इदानीं ते इति उपयुज्य किं भवति तत्र तत्र सः शिवराजः नैकदुर्गविजेता धर्मकण्टकनाशकः कानोदरविदारकः इति नैकदुर्गविजेतॄणां एकवचनं न प्रथमाविभक्ति बहुवचनं प्रथमाविभक्ति बहुवचनं हा एकवचने तद् अस्ति. इदानीं बहुवचने प्रथमविभक्ति बहुवचने किं भवति? विजेतारः. हा विजेतारः. नैकदुर्ग विजेतारः धर्मकण्टकनाशकाः कानोदरविदारकाः. कानोदरविदारकाः समीचीनं भगिनि, तावदेव समीचीनं, धन्यवादः. अस्तु इदानीं सूर्यकुमारी भगिनी, तत्र तृतीया विभक्ति किं भवति? तत्र तत्र इदानीं शिवराजमपि स्थापयितुं शक्नुमः. शिवराजं तम् इति अस्ति, तं शिवराजं, सः शिवराजः. इदानीं तृतीया अस्ति चेत् तेन शिवराजेन क्रन्दना न कुत्र अस्ति भगिनि? तत्र श्लोके केवलम् इदानीं श्लोके तत्र हा तत्र द्वितीयभागे तत्र शिवराजं तं कानोदरविदारकम् इति अस्ति. सर्वत्र द्वितीयविभक्तिरूपमस्ति. हा इदानीं तत्र तृतीयविभक्ति इति परिवर्तनं करोतु. नाशकेन समीचीनं. हा शिवराजेन तेन विदारकेण समीचीनं भगिनि, विदारकेण समीचीनम्. अस्तु हा उमा मीनाक्षी भगिनि, पुनः तत्र प्रयासं कुर्मः. इदानीं तत्र षष्टिविभक्ति एकवचनं षष्टिविभक्ति तं शिवराजम् इति श्लोके यद् अस्ति तत्र तं शिवराजस्य ऋकारान्तशब्दस्य षष्टि किम् अस्ति? पितुः. पिता पितिता पितुः. हा ओके. नैक एकनिमिषं. हा हा नैकदुर्गविजेतुः. हा विजेतुः समीचीनं. धर्मकण्टनाशक नाशकस्य शिवराजस्य तस्य कानोदरविदारकस्य. तावदेव भगिनि समीचीनं. हा तावदेव. हा धन्यवादः. अस्तु तत्र विशेषणं विशेष्य भावः अस्ति चेत् तत्र सर्वत्र सामान्यम् अस्ति विभक्त्याम् अपि वचने इति. तावदेव धन्यवादः भगिनि. अस्तु अस्तु अग्रे गच्छामः तर्हि. भवती एव अग्रे पठति वा तत्र यदस्ति? किम् अत्र सुन्दरत्वं? हा हा तदेव. हा ओके एकनिमिषं. तत्र तु उदाहरणानि दत्तानि न, पठत अवगच्छत च. सुन्दरः कृष्णः उन्नतम् आसनं मुग्धा बालिका. अत्र सुन्दरत्वम् उन्नत उत्तमं दत्तम् अस्ति. तत्र मुद्रणदोषः अस्ति प्रायशः. उन्नतत्वं मुग्धत्वं च विशेषताः सन्ति. विशेषतां यत् पदं सूचयति तत् विशेषणं सुन्दरः उन्नतं मुग्धा इत्येतानि विशेषणानि. यस्य विशेषता उच्यते तत्पदं विशेष्यं. कृष्णः आसनं बालिका इत्येतानि विशेष्याणि. किञ्चित् तस्मिन् तस्मिन् विषये किञ्चित् वदतु. तत्र किं विशेषणविशेषभावः इति विषये तत्र दत्तमस्ति. अतः तत्र सुन्दरः कृष्णः इति. सुन्दरः कृष्णः. कृष्णः पुल्लिङ्गम् एकवचनं. अतः सुन्दरः अपि पुल्लिङ्गम् एकवचनम् एकवचनम् समीचीनम् अपि यदा अहं कृष्णौ वदामि सुन्दरौ आगच्छति तत्र कृष्णाः वदामि चेत् सुन्दराः आगच्छति हा तत्र सुन्दरः इति किं सूचयति कृष्णस्य तत्र कृष्णः इति पदं न कृष्णः इति पदं सुन्दरम् इति पदस्य किमपि सूचयति वा अथवा सुन्दरः इति पदं कृष्णस्य विषये किमपि सूचयति वा न कृष्णः प्राधान्यम् हा तत् तदस्ति विशेष्यम् यत् प्राधान्यम् अस्ति तदस्ति विशेष्यम् विशेष्यम् अत्र विशेष्यम् अस्ति कृष्णः समीचीनम् अतः तत्र प्रथमवाक्यं तत्र यद् दत्तमस्ति विशेषताः तत्र सुन्दरः इति अस्ति तत् विशेष्यता वा अथवा विशेषणं वा विशेषणं हा अतः विशेष्यता किम् अस्ति विशेषता किम् अस्ति न विशेषता किम् अस्ति विशेषता किम् अस्ति हा सुन्दरत्वम् अत्र लिखितम् अस्ति हा तदेव पृच्छामि भगिनि हा अतः तत्र सुन्दरत्वम् अथवा सौन्दर्यं यत् भावः यः भावः अस्ति तद् तं भावं सूचयति तत्र सुन्दरः इति सुन्दरत्वम् इति भावं सूचयति अतः तत्र सुन्दरः इति दत्तमस्ति तत्र विशेषता अस्ति कस्मिन् कृष्णं कृष्णः इति कृष्णे सुन्दरता अस्ति इति कृत्वा सुन्दरः कृष्णः इति वदामः कृष्णे किम् अस्ति कृष्णे किम् अस्ति सुन्दरत्वम् अस्ति अतः वयं किं वदामः सुन्दरः कृष्णः सुन्दरः कृष्णः कस्मिन् तत्र विशेषणविशेषभावः अस्ति चेत् कस्मिन् विशेषता अस्ति विशेषणे तत्र विशेष्यम् इति एकमस्ति विशेषणम् इति अन्यत् अस्ति विशेषता कुत्र अस्ति विशेषता विशेषणे अस्ति वा अथवा विशेषी अस्ति वा अत्र कृष्णे अस्ति कृष्णे किम् अस्ति सुन्दरत्वम् अस्ति अतः कृष्णः अस्ति विशेष्यं विशेषता अस्ति सुन्दरत्वम् सुन्दरत्वम् इत्युक्ते किं नामपदं तद्धितान्त किम् अस्ति सुन्दरत्वं भावः अस्ति तद् भावः तत्र प्रायशः तत्र प्रत्ययस्य नाम न स्मरामि तत् किन्तु तत्र सुन्दरत्वं वदतु भगिनि विशेष्यं नपुंसकलिङ्गं विशेष्यं विशेषणं नपुंसकलिङ्गं सप्तमी विभक्ति विशेष्यानि नो किं किं भगिनि सप्तमी विभक्ति किं भवति फलानि फलानि भवती वदतु भवती वदतु तत्र वनं वने वनानि अस्ति चेत् तत्र किम् अस्ति तत्र नपुंसकलिङ्गे अपि पुल्लिङ्गे अकारान्त नपुंसकलिङ्गे अकारान्त पुल्लिङ्गे कः भेदः फलानि इकार कुत्र भेदः भवति विभक्तयः ये सन्ति याः सन्ति याः सन्ति तुल्येव किं किं विभक्तिविहाय हा प्रथमाद्वितीयविभक्तिविहाय समम् अस्ति अतः तत्र अतः किं भवति विशेष्यम् इति पदस्य सप्तमविभक्ति एकवचनं हा तावदेव अस्तु सुन्दरत्वं शब्दस्य विभक्तिरूपाणि सन्ति वा न सुन्दरत्वम् इति अकारान्त नपुंसकलिङ्गपदं तावदेव कथम् उपयोगं करणीयं किं भगिनि कथं वयम् उपयोगं कर्तुं शक्नुमः सुन्दरत्वं सुन्दरत्वेन सुन्दरत्व सुन्दरत्वाय इति तावदेव ओहोहो तदा तु विशेषणं न भविष्यति सुन्दरत्वम् इति विशेषणं नास्ति सुन्दरः इति विशेषणं भवति सुन्दरत्वम् इति यत् तत्र यत् यः विशेषः अस्ति कोऽपि विशेषः अस्ति विशेष्यम् इति वदामः खलु तत्र विशेषणम् अस्ति विशेष्यम् अस्ति विशेष्ये किं विशेषः अस्ति तत्र कृष्णः अस्ति कृष्णः साधारणः न सः विशेषपुरुषः तस्मिन् कः विशेषः इत्युक्ते अत्र अत्र कः विशेषः इत्युक्ते सः सुन्दरः तस्मिन् सुन्दरत्वम् अस्ति अतः सः सुन्दरः कृष्णः इति अतः विशेष तत्र विशेषता इति दत्तमस्ति विशेषता किम् अस्ति इत्युक्ते तत्र का अस्ति इत्युक्ते तत्र सुन्दरता तत्र विशेषता इति स्त्रीलिङ्गे दत्तमस्ति स्त्रीलिङ्गे कर्तुमिच्छामश्चेत् तत्र सुन्दरता उन्नता मुग्धता इति भवति अस्तु किन्तु तत्र विशेषणम् एकमस्ति विशेष्यम् अस्ति विशेषणं किं सूचयति विशेषतां सूचयति महोदय सुन्दरत्वं पुल्लिङ्गरूपं नास्ति न तत्र सुन्दरत्वं पुल्लिङ्गरूपं नास्ति पुल्लिङ्गरूपं किं सुन्दरता स्त्रीलिङ्गरूपं सुन्दरत्वं न न तत्र स्त्रीलिङ्गरूपम् इति नास्ति वदतु भगिनि न सुन्दरत्वं नपुंसकलिङ्गे अस्ति भवान् उक्तवान् सुन्दरता स्त्रीलिङ्गे अस्ति हा तत्र रूपद्वयम् अस्ति भगिनि रूप तत्र भाव भाववाचक पदत्रयम् अस्ति तत्र एकः एव प्रत्ययः अस्ति इति तद् न वक्तुम् इच्छामि अतः तत्र सुन्दरत्वम् इति एकभावप्रयोगः अस्ति भाववाचकपदमस्ति अन्यत् भाववाचकपदमस्ति सुन्दरता इति तृतीयमपि अस्ति तदस्ति सौन्दर्यम् इति अतः तत्र सुन्दरता इति भाववाचकः सुन्दरत्वम् इति भाववाचक अपि सौन्दर्यं तत्र सुन्दरत्वं तत्तु प्रसिद्धः अस्ति तत्र सर्वत्र कर्तुं शक्नुमः पुस्तकस्य विशेषता का इत्युक्ते पुस्तकत्वं सङ्गणकस्य विशेषता का सङ्गणकत्वम् इति अपि पुस्तकत्वम् इति यदस्ति तस्य विशेषता का इत्युक्ते पुस्तकत्वं त्वम् इति पुस्तकत्वम् इति तादृशरूपं सर्वं भवति इदानीं मास्तु किन्तु तत् कर्तुं शक्नुमः अस्तु इदानीं तत्र सर्वे वयं सर्वे जानीमः विशेष्यम् अस्ति विशेषणम् अस्ति विशेषणं विशेष्यस्य विषये किमपि सूचयति इति तावदेव अस्तु अग्रे सरा महोदय तर्हि सौन्दर्यं तदपि नपुंसकलिङ्गपदं भगिनि अकारान्त नपुंसकलिङ्गपदं न तत्र एतत् केवलं भाववाचकपदं तस्य अपि यत् पदं सूचयति तयोः मध्ये कोऽपि तत्र सम्बन्धः नास्ति तत्र सौन्दर्यम् इति तत्र महिलायां का विशेषता अस्ति महिलायां सौन्दर्यम् अस्ति अथवा काव्ये का विशेषता अस्ति काव्ये सौन्दर्यम् अस्ति अतः अथवा सुन्दरत्वम् अस्ति काव्ये सुन्दरत्वम् अस्ति तदपि वक्तुं शक्नुमः अतः तत्र यस्मिन् किम् अस्ति इति तत्र पुल्लिङ्गे यस्मिन् इति वदामश्चेत् तत्र विशेषता इति तस्य अपि समानलिङ्गं भवेत् इति कोऽपि नियमः नास्ति इत्युक्ते भाववाचकशब्द विशेषणपदं तु नास्ति किन्तु विशेष्ये किं कः विशेषः इति सूचयति. हा विशेषता सूचयति किन्तु विशेषण. हा विशेषता विशेषता विशेषता का इति विशेषणं सूचयति. विशेषता का इति सूचयति किन्तु स्वयं पदं विशेषणपदं नास्ति इति. हा इति इति तदेव तदेव सा एव वार्ता भगिनी सत्यं. विशेष्यम् इति एकमस्ति अत्र विशेषमस्ति कृष्णः. कृष्णे का विशेष्यता अस्ति इत्युक्ते तत्र सुन्दरत्वम् इति विशेषता अस्ति. अतः सुन्दरः कृष्णः इति सुन्दरः इति किं वदति? सुन्दरः इति किं कां सूचयति? सुन्दरः कृष्णः इति सुन्दरः इति विशेषणं कृष्णे विशेष्ये सुन्दरत्वम् अस्ति इति सूचयति. इत्युक्ते सुन्दरः कृष्णः अपि च सुन्दरत्वं कृष्ण सुन्दरत्वम् इति न सुन्दरत्वं कृष्णे अस्ति. कृष्णे सुन्दरत्वम् अस्ति. यदि सुन्दरत्वम् अस्ति कृष्णे सौन्दर्यम् अस्ति अस्ति अथवा कृष्णे अथवा कृष्णे सुन्दरता अस्ति तदपि समीचीनम् भावः अस्ति. कृष्णे सुन्दरत्वम् अस्ति सुन्दरता अस्ति सौन्दर्यम् अस्ति सर्वं समानं. कृष्णे तु सप्तमी. हा कृष्णे यतोहि तस्मिन् अस्ति इति वक्तुम् इच्छामः. तत्र तत्र हा यत् पदं तत्र विशेषताः सन्ति तत् विशेषता कुत्र अस्ति इत्युक्ते विशेष्ये अस्ति तत्र. तत्र उन्नतः वृक्षः वृक्षे किम् अस्ति? उन्नतत्वम् अस्ति वृक्षे. अतः उन्नतः वृक्षः अथवा औन्नत्यम् अस्ति वृक्षे. औन्नत्यं वृक्षे औन्नत्यम् अस्ति अतः वृक्षः उन्नतः. अपि च वृक्षे उन्नतता अपि अस्ति इति मन्ये. हा किन्तु तद् एतावत् अहं न श्रुतवान् किन्तु औन्नत्यं प्रसिद्धः अस्ति. हा उन्नतत्वमपि अहं मया श्रुतं. हा उन्नतत्वम् अपि औन्नत्यम् उन्नतथा इति उन्नतथा प्रायशः अपि अस्ति. हा किन्तु अस्तु अन्यः प्रश्नः. तत् वयं सर्वे अवगच्छामः किन्तु तत्र नामकरणं यद्दत्तमस्ति तत् मनसि क्लेशेन विना स्थापितं भवेत् इति तावदेव. तत्र विशेषणम् अस्ति विशेष्यम् अस्ति विशेषणं विशेष्य विशेष्यं यद् अस्ति तस्य विषये अथवा तस्मिन् का विशेष्यता अस्ति इति सूचयति. इत्युक्ते अत्र मुख्यविषये भावपदं. हा भावपदं सत्यं भगिनि सत्यं. तत्र सा विशेषता एव तत्र तया एव तत्र सम्बन्धः भवति. अस्तु तर्हि सुन्दरः कृष्णः अस्तु अस्तु तर्हि अग्रे सरामः. तर्हि लक्ष्मी भगिनी तत्र अग्रे पठति वा? तत्र विशेषम् उदाहरणानि दत्तानि सन्ति. विशालं विशेषणं विशेष्यं विशालं सैन्यं विशालं सैन्यं विशालं सैन्यं महती महती अक्षौहिणी तीक्ष्णः शरः वीरः क्षत्रियः गहनं वनम् अजः आत्मा. अजः आत्मा इति समीचीनं. पठतु भगिनि. भयावहः परधर्मः प्रसिद्धा गीता योगेश्वरः कृष्णः, धनुर्धरः पार्थः, मोहिनी प्रकृतिः, समं ब्रह्मा. हा समीचीनं. तत्र हा इदानीं तत्र विशालं विशेषणं हा अपि तत्र किं भवति, तत्र विशेष्यस्य यत् लिङ्गं या विभक्ति यत् वचनं तदेव विशेषणस्य हा इति खलु. अतः एव सैन्यम् अस्ति चेत् तत्र किम् अस्ति, विशाला इति नास्ति, विशालम् इति अस्ति, विशालं सैन्यं. तत्र अक्षौहिणी इति अस्ति, तत्र महती अक्षौहिणी. हा महती इति स्त्रीलिङ्गे अस्ति. तत्र यदि तत्र क्षत्रियः अस्ति किन्तु तत्र क्षत्रियपूर्वं महती इति स्थाने किं स्थापयामः, पुल्लिङ्गे क्षत्रियः, वीरः क्षत्रियः इति अस्ति, किन्तु तत्र महती इति स्त्रीलिङ्गे अस्ति, महती स्त्री, महती इति पदस्य पुल्लिङ्गरूपं किम् अस्ति, महान् महान् क्षत्रियः, महान् क्षत्रियः. हा महान् क्षत्रियः. अपि वनम् अस्ति, वनं किं भवति, गहनं वनम्. हा किन्तु महत् महती महत्वनं, महान् क्षत्रियः, महती अक्षौहिणी इति तत्र सर्वत्र किं भवति, तत्र सामान्यं विभक्तिवचनम् इति समानविभक्तिः भवति, समानविभक्तिः समानवचनम् इति सर्वत्र भवति. अस्तु समीचीनम्. अस्तु अग्रे ललिता भगिनी, अग्रे तत्र अभ्यासः अस्ति, तत् पठति वा भगिनि. अभ्यासः यथोदाहरणं विशेषणविषयोः अङ्कनं कुरुत. विशेषणविशेष्ययोः विशेष्ययोः अङ्कनं कुरुत. तत्र विशेष्ययोः इति का विभक्ति तत्र, द्विवचनं समीचीनं भगिनि. हा अस्तु अग्रे पठतु. विशेषणम् उदाहरणम् अस्ति ध्रुवा नीतिः, विशेषणं ध्रुवा, विशेष्यं नीतिः. नीतिः स्त्रीलिङ्गशब्दः अस्ति, अतः ध्रुवा ध्रुवा अस्ति विशेषणम्. अस्तु समीचीनं भगिनि अग्रे. परमं वचः परमं विशेषणमस्ति, वचः विशेष्यम्. अस्तु समीचीनम्. इदानीं तत्र तस्य द्विवचनरूपं बहुवचनरूपं किम् अस्ति, परमम् इति पदस्य द्विवचनं बहुवचनरूपं किम् अस्ति, परमं समानमस्ति न, परमं परमं परमे भवति वा न, परमं न परमं वचं पत्नी परमं तत्र वनम् इति पदं वनं वनानि, सो वने वनानि, सो परमं वच न केवलं केवलं परमम् इति परममिति तत्र द्विवचने किम् अस्ति, अच्छा परमं परमे परमे परमे अपि पर परमे परम परमाणि परमाणि परमाणि परमाणि परमं परमे परमाणि. इदानीं तत्र वचः पदं वचः तद् लिङ्गं किं समीचीनं मनसि समीचीनं. अस्तु इदानीं परमं वचः परमे वचसि परमाणि वचांसि हा इति समीचीनं भगिनि अस्तु अस्तु तर्हि अग्रे नरेश महोदय महोदय सहजं कर्म सहजं विशेषणम् अस्ति कर्म विशेष्यम् अस्ति हा अस्तु इदानीं तत्र द्विवचने बहुवचने किं भवति द्विवचने सहजे कर्म इति कर्मण् इति नपुंसकलिङ्गं कर्माणि इति सहजे कर्मणि कर्मणि सहजानि कर्माणि हा सहजानि कर्माणि इति समीचीनं हा इदानीं तत्र द्वितीयविभक्तौ रूपभेदः नास्ति खलु तत्र द्वितीयविभक्ति समानं नपुंसकलिङ्गपदम् अस्ति अतः रूपभेदं नास्ति रूपभेदः नास्ति इदानीं तृतीयविभक्तौ किम् अस्ति तत्र तृतीयविभक्ति सहजेन कर्मणा हा सहजेन कर्मणा इति समीचीनं महोदय तावत् अस्तु एकवचनं पर्याप्तम् अस्तु समीचीनम् अस्तु अग्रे शुभदा भगिनी महोदय महती चमुः चमुः महती चमुः इति महती इति विशेषणं चमुः इति विशेष्यं द्विवचने किं भवति द्विवचने चमु इति वधुवत् समीचीनं सत्यं भगिनि उकारान्त दीर्घ उकारान्त दीर्घ उकारान्त स्त्रीलिङ्गशब्दः स्त्रीलिङ्गपदं वधूं भवति अतः महतीं वधूं द्वितीयाविभक्ति एकवचने अस्तु चमूं चमूम् अस्तु तत्र द्वितीयविभक्तौ अस्तु तदेव करोतु द्वितीयाविभक्ति एकवचनम् उक्तम् इदानीं द्वितीयाविभक्ति द्विवचने बहुवचने किं भवति द्वितीयाविभक्ति द्विवचने नद्यौ नद्यः नदीं नद्यौ नद्यौ महत्यौ वध्वौ चम्वौ महत्यौ चम्वौ अपि च नदीः महतीः चमूः महतीः चमूः इति भवति समीचीनं भगिनि अस्तु सूर्यकुमारी भगिनी अग्रे महोदय महारथः द्रुपदः अस्तु इदानीं तत्र षष्टि करोतु तत्र षष्टिविभक्तिरूपाणि महारथस्य द्रुपदस्य एकवचनम् एकवचनं द्विवचनं बहुवचनं महारथौ रामयोः महारथयोः द्रुपदयोः बहुवचनं महारथां द्रुपदां न महारथानां महारथानां द्रुपदानां द्रुपदानां समीचीनं भगिनि द्रुपदानां नकारः एव भवति अस्तु समीचीनम् अस्तु अग्रे रघुपतिमहोदय अग्रे विक्रान्तः अभिमन्युः अकारान्तः अस्ति अभिमन्युः उकारान्तः अस्ति विक्रान्तः अभिमन्युः इदानीं तत्र चतुर्थी विभक्तिरूपाणि वदतु महोदय विक्रान्ताय अभिमन्यवे गुरवे गुरवे अभिमन्यवे विक्रान्ताय अभिमन्यवे नमः द्विवचने विक्रान्ताभ्याम् अभिमन्यु गुरुभ्याम् अभिमन्युभ्याम् इति भवति बहुवचने विक्रान्तैः अभिमन्युभिः सारी गुरुभ्यः अभिमन्युभ्यः अभिमन्युभ्यः. किन्तु तत्र विक्रान्तः इति तत्र अभिमन्युभ्यः इति समीचीनं महोदय. अस्तु, अग्रे गीताञ्जलि भगिनि. प्रियः नरः, प्रियौ नरौ, प्रियाः नराः. हा इति, अस्तु समीचीनम्. इदानीं तत्र तृतीया. प्रियेण नरेण, प्रियाभ्यां नराभ्यां, प्रिये प्रियैः नरैः. हा, प्रियैः नरैः इति समीचीनम्. अस्तु, अग्रे उमा मीनाक्षी भगिनि. महोदय, विक्रान्तः शब्द अकारान्तपुल्लिङ्गरूपं नास्ति वा? अकारान्तः एव अस्ति भगिनि. अतः ओहो, तृतीयाविभक्ति विक्रान्तैः आगच्छति न? सत्यं सत्यं. हा, ओके. पूर्वं महोदय येन यत् उक्तम् आसीत् तत्र तृतीयविभक्ति एव उक्तम् आसीत् पूर्वम्. तदनन्तरं चतुर्थी एभ्यः इति भवति. अहं तु चिन्तितवती किञ्चित् भिन्नम् अभवत्. अभिमन्युभिः इति, तदनन्तरं चतुर्थी अपि. अतः तत्र चतुर्थी तृतीयद्वयमपि महोदयेन उक्तम् आसीत्. अहं तु चिन्तितवती किञ्चित् करेक्षन् अभवत्. हा, न न न भगिनि, सामान्य साधारणरूपमेव अत्र अस्ति, दत्तमस्ति तावदेव. इदानीं किं, शूरः सैनिकः? हा, तत्र पुल्लिङ्गे अस्ति, अतः तत्र शूरः सैनिकः, शूरौ सैनिकौ, शूराः सैनिकाः. इदानीं सप्तमी. सप्तमी, शूरे सैनिके, शूरयोः सैनिकयोः, शूरेषु सैनिकेषु. हा, शूरेषु सैनिकेषु, समीचीनं भगिनि, तावदेव. अतः केवलम् अत्र अभ्यासार्थं समानस्वरान्त चेत् क्लेशः नास्ति. यथा विक्रान्त अभिमन्यु अस्ति, एकं तु विशेषं तु ऊकार अस्ति, विशेषत्रैव अवधानेन वक्तव्यमस्ति. हा, सत्यम्. अस्तु अस्तु, इदानीं सर्वे उक्तवन्तः तत्र इति मन्ये. हा, अस्तु, पुनः तर्हि तत्र शुभदा भगिनि. महोदय, ध्रुवा नीतिः इति अस्ति, ध्रुवा इत्युक्ते किं? ध्रुवा नीतिः नीति, ओके. ध्रुवा इति, ध्रुव इति यत् स्थिरमस्ति, शुभनक्षत्रम् अचलानीति, समीचीनं. फर्म पॉलिसीस्. हा, सत्यं सत्यं. हा, तत्र तत्र किमपि परिवर्तनं न भवति इति. तत्र एकवारं क्रेतं चेत् पुनः न दातुं इति भवति खलु तत्र. हा, तादृशः तत्र. किन्तु नीतिः ध्रुवा नीतिः, अचला नीतिः, समीचीनम्. अस्तु भगिनि, अग्रे भवती एव करोतु अत्र अग्रे. ऐश्वरं रूपम्, ऐश्वरम् इति विशेषणं, विशेष्यं रूपम्. इदानीं तत्र चतुर्थी, ऐश्वराय रूपाय, रामाय रामाभ्याम्, ऐश्वराभ्यां रूपाभ्याम्, ऐश्वरेभ्यः रूपेभ्यः. हा, ऐश्वरेभ्यः रूपेभ्यः इति. तत्र पूर्वं तत्र वयं दृष्टवन्तः खलु, तत्र सुन्दरत्वम्, उन्नतत्वम् अपि मुक्तत्वम् इति तत्र भाववाचकशब्दः. तत्र सुन्दरं, सुन्दरत्वम् इति एकं, सुन्दरता इति एकम्, अपि सौन्दर्यम्. तत्र ऐश्वरम् अस्ति, तत्र ऐश्वरम् इति किम् अस्ति? ऐश्वरम् इति किञ्चित् भिन्नं, किन्तु ऐश्वर्यम् इति अस्ति खलु तत्. कस्य? ईश्वरस्य भावः. हा, ईश्वरस्य भावः ऐश्वर्यम्. ऐश्वर्यम्. अतः तत्र ईश्वरः इति वदामश्चेत् तत्र विशेषणं कुर्मः तत्र ईश्वरः तस्मिन् ऐश्वर्यम् अस्ति इति. अतः तत्र भाववाचकशब्दः अस्ति ऐश्वर्यम्. अस्तु, ऐश्वर्यम् ऐश्वर्यमेव उच्यते न वा महोदय? सत्यम्, ऐश्वर्यमेव उच्यते. यतोहि तत् भाववाचकं सौन्दर्यम् इव ऐश्वर्यम् एव समीचीनम् अस्ति. किन्तु तत्र नर्तकी अस्ति, तत्र श्रीलिङ्गे तत्र भवति, किन्तु ऐश्वर्यं नपुंसकलिङ्गपदमेव अस्ति. अस्तु, तर्हि अग्रे. किन्तु अत्र ऐश्वरं रूपम् इति तु तत् किञ्चित् भिन्नम् अस्ति, किन्तु केवलं तत् स्मारितं तत्र ऐश्वर्यम् इति अस्ति इति कृत्वा. अत्र तु तद्धित नास्ति, अत्र तु केवल ऐश्वरं रूपम् इत्युक्ते ऐश्वरं रूपं, किन्तु तत्र मनसि तत्र ईश्वरस्य तत्र ईश्वरसम्बद्ध सम्बन्ध अस्ति इति तावदेव. तत्र भाववाचकः नास्ति अत्र. तत्र यथा तत्र दशरथः दाशरथी अथवा द्रुपदः द्रौपदी इति यथा अस्ति, तत्र तादृश तत्र ईश्वरः ईश्वरस्य सम्बन्धे ईश्वरेण सम्बन्धः कोऽपि अस्ति इति कृत्वा तत्र ऐश्वरम् इति अस्ति. तादृश सत्यं भगिनि, सम्बन्धः समीचीनम्. अस्तु अस्तु, तर्हि अग्रे तत्र सूर्यकुमारी भगिनी अग्रे. दिव्यं चक्षुः. इदानीं तत्र द्विवचने किं भवति? दिव्यं चक्षुः, दिव्यं चक्षुः द्विवचने, द्विवचने किं भवति? द्वितीयविभक्ति न, नपुंसकलिङ्गपदं भगिनि, नपुंसकलिङ्गपदं दिव्यं चक्षुषी चक्षुंषि इति भवति, धनुः धनुषि धनुंषि, चक्षुः चक्षुषि चक्षूंषि. प्रातिपदिकं महोदय, तत्र करपत्रे अपि अस्ति, पुस्तके अपि अस्ति तत्र शकारान्तपदम्. अतः दिव्यं चक्षुः द्विवचने किं भवति? दिव्ये चक्षुषि चक्षुंसि, न न दिव्ये दिव्यं चक्षुः द्विवचने, दिव्ये चक्षुषि चक्षुषि चक्षुषि चक्षुषि चक्षुषि दीर्घैकारः चक्षुषि, दिव्याः दिव्याः न दिव्यानि चक्षुंषि, चक्षुंषि. तत्र द्विवचने प्रथम द्विवचने एकवचने किं भवति? तत्र उकारः ह्रस्वः, चक्षुः चक्षुषि चक्षुषि, बहुवचने दीर्घ ऊकारः चक्षू इति, चक्षूंषि चक्षुः चक्षुषि चक्षूंषि चक्षुषि चक्षूंषि. पुनः एकवारं वदतु, दिव्यं चक्षुः दिव्ये चक्षुषु चक्षुषि चक्षुषि दिव्यानि चक्षुंषि इति, समीचीनं. अस्तु, अग्रे ललिता भगिनी, तदेव तत्र दिव्यं चक्षुः इति, तत्र चतुर्थी विभक्ति किं भवति? दिव्यं चक्षुः, विद्याय चतुर्थी विभक्ति न, दिव्याय चक्षुषा चक्षुषे, चक्षुषे द्विवचने, दिव्याभ्यां चक्षुर्भ्यां चक्षुर्भ्यः चक्षुर्भ्यः चक्षुर्भ्यः समीचीनम् अस्तु तर्हि इदानीं मम मीनाक्षी भगिनी तदेव दिव्यं चक्षुः इति तत्र षष्टि किं भवति दिव्यस्य चक्षुषः दिव्यस्य चक्षुषः द्विवचने दिव्ययोः चक्षुषोः दिव्यानां चक्षुषां हा समीचीनं भगिनि हा अस्तु अहं तु कापि मार्ता है चिन्ता मास्तु अस्तु गीताञ्जलि भगिनी इदानीं तत्र सप्तमी किं भवति दिव्यं चक्षुः चक्षुः चक्षुस् सप्तमी तु चक्षुषि अस्ति तदनन्तरं दिव्ये चक्षुषि चक्षुषि दिव्ययोः चक्षुषोः चक्षुषोः दिव्येषु दिव्येषु चक्षुषु चक्षुषु चक्षुषु चक्षु चक्षुषु चक्षुषु चक्षुषु सु न शकरः एव तत्रापि शु चक्षुषु ओ चक्षुषु अस्तु महोदय चक्षुषु तत्र हा हा तत्र विकल्पः अस्ति तत्र किन्तु तत्र चक्षुषु इति प्रायशः सुलभः अस्ति इति मन्ये खलु तत्र धनुष् तत्र धनुषु इति अस्ति अपि धनुषु धनुःषु इति तत्र मध्ये विसर्गः अस्ति अथवा षकारस्य द्वित्वं कर्तुं शक्नुमः किन्तु धनुःषु धनुषु इति चक्षुषु अस्ति वाशरी इत्यनेन गीताञ्जलि भगिनी अस्तु अतः तत्र अस्तु तर्हि अग्रे इदानीं तत्र दिव्यः शङ्खः तत्तु अस्तु रघुपतिमहोदय दिव्यः शङ्खः इति भवतः अकारान्तः अस्ति अतः क्लेशः नास्ति अस्तु दिव्यः शङ्खः दिव्यौ तत्र पञ्चमी दिव्यात् शङ्खात् दिव्याभ्यां शङ्खाभ्यां दिव्येभ्यः शङ्खेभ्यः शङ्खेभ्यः इति समीचीनम् अस्तु इदानीम् अग्रे तत्र लक्ष्मी भगिनी इदानीं कृषा महिला तत्र तृतीया विभक्ति करोतु कृषया महिलया कृषाभ्यां महिलाभ्यां कृषाभिः महिलाभिः महिलाभिः अस्तु समीचीनं भगिनि अस्तु अतः तत्र क्लेशः नास्ति तत्र कृषा महिला आकारान्त स्त्रीलिङ्गं पुनः तत्र अनन्तः आकाशः तत्रापि अस्तु नरेश महोदय तत्र अनन्तः आकाशः इति अस्ति तत्र षष्टी किं भवति अनन्तस्य आकाशस्य अनन्तयोः आकाशयोः अनन्तानाम् आकाशानाम् इति तावदेव अस्तु समीचीनम् अस्तु अग्रे शुभदा भगिनी तत्र अवधेयं पूर्वं पठितम् इति मन्ये इदानीं तत्र अग्रे गच्छामः भगिनि तत्र गीतायाः इति गीतायाः एतेषु वाक्येषु विशेषणविशेष्यभावं परिशीलयत व्यवस्थान् धार्तराष्ट्रान् शस्त्रपाणयः धार्तराष्ट्राः व्यवस्थितान् धार्तराष्ट्रान् इति धार्तराष्ट्रान् तत्र किमस्ति तत्र विशेषणं किमस्ति विशेष्यं किमस्ति तत्र विशेषणं व्यवस्थितः धृतराष्ट्र वा धार्तृराष्ट्राः धार्तृराष्ट्र ओके धार्तृराष्ट्र दशरथः अस्तु अस्तु व्यवस्थितः धार्तराष्ट्रः इति प्रथमाविभक्ति एकवचनं भवति व्यवस्थितान् धार्तराष्ट्रान् तु द्वितीया विभक्ति बहुवचनं हा तावदेव वक्तव्यम् अस्ति तावदेव हा तत्र प्रथमाविभक्ति नास्ति चेत् का विभक्ति इति वक्तव्यं वचनं किम् इति वक्तव्यम् अपि प्रथमाविभक्ति एकवचनरूपं दातव्यं तावदेव अस्तु इदानीं तत्र द्वितीयमपि करोतु शस्त्रपाणयः धार्तराष्ट्राः शस्त्रपाणयः इति शस्त्रपाणिः इति प्रथमाविभक्ति एकवचने धार्तराष्ट्रः इति प्रथमाविभक्ति एकवचने शस्त्रपाणयः धार्तराष्ट्राः इति प्रथमाविभक्ति बहुवचने भवति हा समीचीनम् अस्तु इदानीं तत्र सूर्यकुमारी भगिनी अग्रे तत्र तदेव शस्त्रपाणयः धार्तराष्ट्राः इति तत्र द्वितीयविभक्तिरूपाणि वदतु भगिनि द्वितीयविभक्तिरूपाणि द्वितीयविभक्तिरूपाणि इदानीं तत्र शुभदा भगिनी उक्तवती शस्त्रपाणि धार्तराष्ट्रा द्वितीयविभक्ति द्वितीयविभक्ति द्वितीया द्वितीया तत्र महोदय तत्र पाणयः इति अस्ति महोदय तत्र दीर्घ इकारः नास्ति इति मन्ये महोदय पाणिः पाणी पाणयः इति खलु भवन कविः कवी कवयः हरि हरि हरि हरि हरि इदानीं केवलं द्वितीयविभक्ति द्वितीयविभक्तिरूपाणि वदतु भगिनि द्वितीय किं भवति हरिः हरि हरयः शस्त्रपाणय इदानीं द्वितीयविभक्ति किम् अस्ति हरि हरिपदस्य द्वितीयविभक्तिरूपं किं शस्त्रपाणिनि शस्त्रपाणीन् धार्तराष्ट्रान् इति तावदेव अस्तु अस्तु समीचीनं भगिनि इदानीम् अग्रिमं करोतु प्रवृत्ते सम्पाते तत्र यत्र प्रवृत्तं युद्धम् इति तत्र आरम्भे जाते इति हा तादृश शस्त्रसम्पाते प्रवृत्ते शस्त्रसम्पाते नपुंसकलिङ्गं महोदय हा ओके इति मन्ये सम्पातः इति पुल्लिङ्गे अस्ति वा सम्पातः इति अस्तु अस्तु पुल्लिङ्गे पुल्लिङ्गे तत्र अस्तु महोदय धन्यवादः अतः तत्र प्रवृत्तः शस्त्रसम्पातः इति अस्तु पुल्लिङ्गे शस्त्रसम्पातः इति अस्ति अस्तु तत्र इति एकवचनं प्रथमविभक्तिरूप एकवचनरूपम् अस्ति अस्तु समीचीनम् अस्तु अग्रे ललिता भगिनी इदानीं तत्र अग्रिमं करोतु प्रज्ञा प्रतिष्ठिता इति तत्र किमस्ति विशेषणं किं विशेषं किं प्रज्ञा प्रतिष्ठिता प्रज्ञा विशेषणं प्रतिष्ठिता विशेष्य तत्र कस्य प्राधान्यमस्ति कस्य प्राधान्यमस्ति प्रज्ञा प्रतिष्ठिता वाट् प्रतिष्ठिता प्रज्ञा प्रतिष्ठिता तत्र अस्तु भगिनि एतत् चिन्तयतु, रामः उत्तमः इति वदामश्चेत् रामः उत्तमः इति वदामः प्राधान्यमस्ति न किन्तु तत्र रामः उत्तमः इति वदामः चेत् विशेष्यं किं विशेषणं किम् रामः उत्तमः विशेष्यं किं विशेषणं किम् उत्तम इस् विशेष्यम् नो उत्तम इस् विशेषणम् विशेष्यं खलु विशेष्यम् इस् उत्तम किं विशेष्यं किं विशेषमस्ति उत्तम विशेषम् इस् रामः विशेष्यम् इस् उत्तम विशेषणं विशेषणम् इस् उत्तमः विशेषणम् उत्तमः समीचीनं वा भवती अङ्गीकरोति वा रामः उत्तमः रामः उत्तमः विशेष्यं किं विशेषणं किं पुनरेकवारं वदतु भगिनि रामः उत्तमः उत्तमः इस् विशेषणं रामः इस् विशेष्यं हा किन्तु साधारणतया एतावत् तत्र व्यवस्थितान् धार्तृराष्ट्रान् शस्त्रपाणयः धार्तृराष्ट्राः प्रवृत्ते शस्त्रसम्पाते तत्र कीदृश परिस्थितिः आसीत् विशेषणं तत्र किम् आसीत् राष्ट्रस्य विशेष्य भवति शस्त्रपाणयः विशेषणं किम् अस्ति तत्र व्यवस्थितान् धार्तृराष्ट्रान् इति तत्र विशेष्यं किम् अस्ति हा समीचीनं किन्तु अत्र किं भवति प्रज्ञा प्रतिष्ठिता अत्र प्रज्ञा प्रतिष्ठिता हा विशेष्यं किं विशेष्यम् प्रतिष्ठिता तत्र भगिनी तत् अतः एव विशेषणमस्ति प्रज्ञा हा न तत्र प्रज्ञाविषये किमपि वक्तुम् इच्छामः प्रज्ञा कीदृशी अस्ति इत्युक्ते सा प्रतिष्ठिता अस्ति अतः तत्र प्रज्ञा इति पदस्य प्राधान्यमस्ति सा प्रतिष्ठिता अस्ति यद्यपि वयम् अत्र किं वदामः तत्र भगिनि तत्र उत्तमः रामः अस्ति उत्तमः रामः अस्ति इति यदि वदामः तत्र क्लेशः नास्ति उत्तमः इति विशेषणं रामः इति विशेष्यं सर्व तत्र किं भवति विशेषणं प्रथमतया आगच्छति तदनन्तरं विशेष्यम् अस्ति किन्तु यदि वयं वदामः रामः उत्तमः समानार्थकं खलु तत्र कोऽपि भेदः नास्ति खलु हा रामः उत्तमः अस्ति इति वदामः रामः सः तु उत्तमः रामः उत्तमः इति वदामः सः पुरुषोत्तमः इति वदामः तत्र उत्तमः इति विशेषणम् अस्ति यद्यपि रामः उत्तमः इति वाक्ये उत्तमः इति अनन्तरं भवति रामः इति पदस्य अनन्तरं भवति किन्तु उत्तमः एव विशेषणं रामः एव विशेष्यम् तादृशी परिस्थितिः अत्रापि अस्ति यद्यपि प्रज्ञा इति विशेष्यं प्रथमतया दत्तमस्ति किन्तु प्रज्ञा एव विशेष्यं प्रतिष्ठिता इति विशेषणम् या प्रज्ञा प्रतिष्ठिता अस्ति तां प्रतिष्ठितां प्रज्ञाम् अहं स्मरामि इति समीचीनं वा भगिनि हा इदानीं तत्र हा इदानीं तत्र तृतीयाविभक्तिरूपाणि वदतु भगिनि. तृतीयविभक्तिरूपाणि वदतु. प्रज्ञेन न एतत् लिङ्गं किम् अत्र? ओ प्रज्ञा मालया प्रज्ञया प्रतिष्ठिते प्रतिष्ठिता प्रतिष्ठि लता लतया प्रतिष्ठितया प्रज्ञया प्रतिष्ठितया प्रज्ञया प्रतिष्ठितया प्रज्ञया प्रतिष्ठितया लतया प्रतिष्ठिताभ्यां प्रज्ञाभिः स्थिताभिः प्रतिष्ठिताभिः. समीचीनं भगिनि, तावदेव. अस्तु, समीचीनम् अस्ति. अस्तु, अग्रे उमा मीनाक्षी भगिनि. ओके, कुलधर्माः सनातनाः. विशेष्यं किं, विशेषणं किं? विशेष्य तु सनातनाः. विशेषणं कुलधर्माः इति वा इति अहं चिन्तयामि. सनातनस्य तत्र सनातनस्य विषये कुलधर्माः इति किमपि वदति वा, अथवा कुलधर्मस्य विषये? कुलधर्मस्य विषये सनातनः. अहं सनातनविषये किमपि न जानामि. अतः तत्र अतः एव पूर्वं वयं चर्चितवन्तः, तत्र कस्य विषये किं वदति इति दृष्ट्वा किं विशेषणं किं विशेष्यम् इति निर्धारितं. सनातनाः कुलधर्मिणः सन्ति एवं किमपि अस्ति वा? हा, तत्र विशेषणं किं, सनातनाः इति विशेषणं, सनातनाः विशेषणं, कुलधर्माः इति विशेष्यं. हा, कुलधर्मः कीदृशः इति इति प्रश्ने सति कुलधर्मः सनातनः अस्ति इति. अतः कुलधर्मस्य विषये सनातनः इति किमपि वदति तत्र. अतः सनातनः अहं चिन्तितवती सनातनजनाः कुलधर्मिणः एव. न न, तादृश न, तत्तद् नास्ति. धर्मस्य विषये एव अस्ति. ये धर्मम् अनुसरन्ति तयोः तेषां विषये किमपि नास्ति अत्र. तदा तु कुलधर्मः एव विशेष्य अस्ति. विशेष्यं सनातन इति विशेषणाः, सनातनः सनातनाः इति विशेषणं. समीचीनम्, अर्थं जानाति चेत् एव अतः एव पूर्वं वयं दृष्टवन्तः तत्र विशेषतां यत् पदं सूचयति तद् विशेषणम् इति सनातनधर्मः इति. अस्तु, इदानीं समयः अपि जातः. अस्तु, तर्हि तत्र अत्रैव अग्रिमे वर्गे अतः इतः अग्रे सरेम. अस्तु, तर्हि तत्र शुभदा भगिनी भवती तत्र अन्ते शान्तिमन्त्ररूप मन्त्रम् इति वदति वा भगिनि? आम् आम् महोदय. महोदय, अन्नदोसा अस्ति अद्य जालपुटे. अस्तु, सत्यं भगिनि, धन्यवादः भगिनि. गतवर्गे अपि आसीत्, अद्य अपि तत्र नरेश महोदयः मां सूचितवान् तत्र अष्टवादने इति दत्तमस्ति. अहं संस्कृते यत् आसीत् तद् तस्य परिवर्तनं कृतवान्, किन्तु आङ्ग्लभाषायां यदस्ति तस्य परिवर्तनं न कृतम्. अस्तु, अग्रिमे वर्गे सम्यक् भवति भगिनि. अस्तु. अस्तु शुभ भगिनि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. ॐ गुरुभ्यो नमः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः महोदय. नमः. शुभरात्रिः सर्वम्.